गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुमानप्रमाणं कथं भवति इत्यस्मिन् विषये स्मः तत्र बहु किमपि अस्माभिः दृष्टं सामान्यतया अनुमानवाक्यम् एवं भवति पर्वतः वह्निमान् धूमात् यथा महानसम् इति अत्र चत्वारः अंशाः भवन्ति पर्वतः इति पक्षः धूमवान् वह्निमान् इति साध्यं धूमात् इति हेतुः यथा महानसम् इति उदाहरणम् पर्वतः किमर्थं पक्षत्वेन स्वीकुर्मः इति चेत् पर्वते साध्यमपि अस्ति वह्निः इति साध्यं पर्वते साध्यमपि अस्ति पर्वते हेतुः अपि अस्ति इति कृत्वा पर्वतः पक्षः तत्रैव साध्यस्य साधनं कुर्मः इत्यतः पक्षः इति वदामः किन्तु उदाहरणं किम् इति चेत् उदाहरणमपि पक्षः एव इत्युक्ते तत्रापि उदाहरणे अपि साध्यम् अस्ति हेतुः अपि अस्ति महानसे साध्यमपि अस्ति वह्निः अपि अस्ति धूमः अपि अस्ति पर्वते अपि वह्निः अस्ति धूमः अस्ति किन्तु उदाहरणे साध्यं हेतु द्वयमपि प्रत्यक्षेन गृह्यते उदाहरणे किन्तु पक्षे केवलं हेतुरेव गृह्यते प्रत्यक्षेन साध्यम् अनुमीयते इति भेदः अस्तु तत्र अन्वयव्याप्तिः व्यतिरेकव्याप्तिः अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः स्वार्थानुमानं परार्थानुमानं स्वार्थानुमाने चत्वारि ज्ञानानि परार्थानुमाने पञ्चवाक्यानि इति एतत् सर्वम् अस्माभिः दृष्टम् अस्तु अपि च गते वर्गे अत्र गृहपाठरूपेण मया किञ्चित् दत्तमस्ति तस्मिन् विषये किञ्चिदिव अहं वदामि तदनन्तरम् अग्रे पश्येम अस्तु अत्र मया किम् उक्तं ट्रै टु टेक् दि पक्ष अन् दि उदाहरणम् अण्ड् ट्रै टु सब्स्टिट्यूट् यत्र यत्र वित् पक्ष फार् एक्साम्पल् टेक् द वाक्य यत्र यत्र धूमः तत्र तत्र वह्निः अण्ड् सब्स्टिट्यूट् वित् पर्वते धूमः पर्वते वह्निः इति पर्वतः इति पक्षः पर्वते हेतुः अस्ति पर्वते साध्यमस्ति इति तादृशं भवति अन्वयवाक्यं व्यतिरेकरूपेण वक्तव्यं चेत् अत्र वैपरीत्यम् अपि भवति इति तादृशवाक्यं मया रचयितुं गृहपाठरूपेण मया उक्तमस्ति तत्र विजीभगिन्या त्रयः तिस्रः प्रयासः कृतः पर्वते धूमः पर्वते वह्निः इति एकः प्रथमवाक्यं भवति पर्वते धूमः पर्वते वह्निः इत्युक्ते पक्षे हेतुः अस्ति पक्षे साध्यमपि अस्ति इति प्रथमवाक्यं द्वितीयवाक्यं नास्ति इति भवति तत्र वैपरीत्यं भवति पर्वते वह्निः नास्ति पर्वते धूमः नास्ति इति भवति अहम् अस्माकं वाट्साप् ग्रूप् गणे एतद् मया प्रेषितं तद्दृष्ट्वा एव अहम् इदानीं वदन्नस्मि तर्हि सर्वे तत्र पश्यन्तु पर्वते धूमः पर्वते वह्निः इति प्रथमवाक्यं पर्वते वह्निः नास्ति चेत् पर्वते धूमः अपि नास्ति इति भवति वाक्यं तर्हि नास्ति इत्यस्मिन् स्थाने अभावः स्थापयित्वा तृतीयवाक्यं पर्वते वह्निः अभावः अस्ति पर्वते धूम अभावः अस्ति तदनन्तरं तस्य पुनः नास्ति इति वक्तव्यं चेत् पर्वते धूम अभावः नास्ति पर्वते वह्निः अभावः नास्ति इति पुनः तत्र वैपरीत्यं भवति अन्ततो गत्वा पर्वते धूमाभावाभावः पर्वते वह्निभावाभावः इति तादृशवाक्यं भवति एवमेव महानसे अपि पञ्चवाक्यानि रचयितुं शक्यते अत्र एतद् एतद् गृहपाठद्वयमपि किम् अनुमानवाक्यम् आधारीकृत्य रचितम् इति चेत् पर्वतो वह्निमान् धूमात् यथा महानसम् इति वाक्यं स्वीकृत्य अत्र पर्वतं पक्षत्वेन स्वीकृत्य तत्र साध्यं हेतुः इति उक्तं. तदनन्तरम् उदाहरणं पक्षत्वेन स्वीकृत्य तत्रापि साध्यं हेतुः इति उक्तम्. इदानीम् अन्यः प्रयासः अपि मया प्रार्थितः अस्ति. अत्र अनुमानवाक्यम् एवं भवति, वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति वाक्यम्. तत्र इदानीं पक्षः अस्ति वह्निः, हेतुः अस्ति वह्नित्वम्, साध्यमस्ति उष्णः. तत् स्वीकृत्य विजि भगिन्या एतद्वाक्यं पञ्चवाक्यानि रचितानि सन्ति. वह्ने वह्नित्वं, वह्ने उष्णम् उष्णत्वं प्रायः भवेत्. वह्ने वह्नित्वं, वह्ने वह्नौ वह्नौ इति भवेत्. वह्नौ वह्नित्वं, वह्नौ उष्णत्वम् इति प्रथमवाक्यम्. वह्नौ उष्णत्वं नास्ति, वह्नौ वह्नित्वं नास्ति इति द्वितीयवाक्यं भवति. तृतीयवाक्यं, वह्नौ उष्णाभावः अस्ति चेत् वह्नौ वह्नित्वाभावः अपि अस्ति इति भवति. चतुर्थवाक्यं पुनः वैपरीत्यं कारणीयं, वह्नौ वह्नित्वाभावः अस्ति नास्ति, वह्नौ उष्णत्वाभावः नास्ति. तदनन्तरम् अन्ततो गत्वा वह्नौ वह्नित्वाभावाभावः अस्ति, वह्नौ उष्णत्वाभावाभावः अस्ति. तावत् विजिभगिन्या प्राप्तम्. अहं चिन्तयामि भवन्तः अपि अस्मिन् विषये चिन्तितम् इति. एतावत् प्रश्नः अस्ति वा? न महोदय, अहमपि लिखितवान् तदेव. ओ, बहु समीचीनम्. अस्तु, अन्यैः अपि एतावत् अवगतं खलु? अस्तु तर्हि महोदय. हा मुरळी महोदय, तत्र महानसे वह्नि अभावः अस्ति, महानसे धूम अभावः अस्ति इति सम्यक् अस्ति. महानसे धूम अभावः नास्ति, महानसे किं वह्नि अभावः नास्ति? गेस् स्टव्, इफ् इट् इस् अ गेस् स्टव्, वह्नि इस् दर् विल् नाट् बि धूम. अत्र पश्यतु वाक्यं किमस्ति, वह्नः महानसे धूम अभावः नास्ति इति लिखितम्. धूम अभावः नास्ति इत्युक्ते किं? धूमः अस्ति इति अर्थः खलु? धूम अभावः नास्ति. आम् आं महोदय. हा, महानसे धूम अभावः नास्ति चेत् महानसे वह्नि अभावः अपि नास्ति. No, this is, I'm sorry, this is again, mahanase dhuma abhavaha nasti, yata kashtasya, kashtarupena agni. No, atra anyat kim api vada, atra vakya kim klesha hasti iti vadatu. Mahanase dhuma abhavaha nasti, chet, mahanase vanhi abhavaha api nasti, iti asmin vakya klesha hasti. Dhuma abhavaha nasti, ityukte, dhuma hasti iti atra. Dhuma abhavaha asti eva. धूमः अस्ति, धूमः अस्ति, धूमः अस्ति चेत् वह्निः अपि अस्ति खलु? आम् वह्निः अस्ति. तदेव अत्र चतुर्थवाक्ये तदेव उक्तम्, अन्यत् किमपि न उक्तम्. नो, दट् इस् रैट्, बट् मै प्राब्लम् इस् वाट् ऐ एम् आस्किङ्ग् इस् गेस् स्टोव् मीन्स् देर् इस् नो धूम अट् आल्, यु नो, बट् दट् इस् नाट् कन्सिडर्ड् अट् आल् हियर्. दट् सिनारियो वि आर् नाट् कन्सिडरिङ्ग्. वाट् वि आर् सेयिङ्ग् इस् इफ् देर् इस् स्मोक् देर् इस् फैर् देन् fine mohdya, that is my only problem. Yes. So regarding what type of fire, we are not bothered here. Ha, because you cannot say the opposite. Vyapya vyapaka bhavah asti kulu, vannihi vyapakah dhumah vyapyah. Tri yatra yatra dhumah tatra tatra vannihi tiyeva vaktavyam. Yatra yatra vannihi tatra tatra dhumah iti na vaktum shakyate. Na vaktum shakyate. Ha, tad na uktam api. Aam mohdya. Astu. तर्हि एतावत् प्राप्तम्. इदानीम् अन्तिमं पञ्चवाक्यं रचनीयम्। अत्र अत्र इदानीम् अनुमानवाक्यमस्ति वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अस्ति। मुरळीमहोदय म्यूट् मध्ये भवतु। अस्तु, तर्हि इदानीम् अत्र उदाहरणमस्ति जलम्। इदानीं जलं पक्षत्वेन स्वीकृत्य वाक्यानि रचनीयानि। तत् केनापि कृतं वा? विधि भगिन्या न कृतं, केनापि कृतं वा? आं महोदय, अहं कृतं। भवता कृतम्? अस्तु, भवान् वदतु तर्हि। प्रथमवाक्यं भवति जले वह्नित्वं अस्ति, जले उष्णत्वम् अस्ति इति प्रश्नः। अस्तु अस्तु, एकनिमिषं, तत्रैव किञ्चित् वैचित्र्यम् अस्ति। जले वह्नित्वम् अस्ति चेत् जले उष्णत्वम् अस्ति, किन्तु जले वह्नित्वम् अस्ति वा? तदेव मम अपि भ्रमः जातः, किमर्थम् एतत् वर्णितं नास्ति, तर्हि वयं किं किं कुर्मः यदि एतदेव रीत्या? तर्हि प्रथमवाक्यं न रचयितुं शक्यते खलु? न रचयितुं शक्यते, हा, वास्तविकरीत्या प्रथमवाक्यं न रचयितुं शक्यते एव। जले वह्नित्वम् अस्ति चेत् जले उष्णत्वम् अस्ति इति तादृशवाक्यं, प्रथमवाक्यम् अस्मिन् व्यतिरेकदृष्टान्ते न लेखितुं शक्यते। अस्तु, तर्हि तत् प्रथमवाक्यं त्यजतु। अस्तु, द्वितीयवाक्यं वदतु। द्वितीयं, जले उष्णत्वं नास्ति चेत् जले वह्नित्वं नास्ति। समीचीनं, तद् तत् समीचीनं खलु? जले उष्णत्वं नास्ति चेत् जले वह्नित्वं नास्ति इति समीचीनमेव। समीचीनं, अस्तु। तृतीयं जले, हा, तृतीयं जले उष्णत्वाभावः अस्ति, उष्णत्वाभावः अस्ति चेत् जले वह्नित्वाभावः अस्ति। तदपि समीचीनं, तदपि समीचीनं। चतुर्थं, हा, चतुर्थम् अधुना समीचीनं न भविष्यामि, अतः किमर्थम् इत्युक्ते प्रथमवाक्यमेव तदेव इति भवति। वदतु वदतु, समीचीनं वा न वा इति पश्यामि। जले जले वह्नित्वा भावः नास्ति चेत् जले उष्णत्वा भावः नास्ति। अस्तु, जले वह्नित्वा भावः नास्ति चेत् जले उष्णत्वा भावः नास्ति, अत्र कः क्लेशः? अत्र वह्नित्वा भावः नास्ति इत्युक्ते वह्निः अस्ति जले, तत्तु न समीचीनं। अतः अत्र वह्नित्वम् अस्ति इति वयं न उक्तम् अस्मिन् वाक्ये। जले वह्नित्वा अभावः नास्ति चेत्, यदि जले वह्नित्वा अभावः, इदानीं जले वह्नित्वा अभावः अस्ति वा? वह्नित्वा अभावः अस्ति, अस्ति खलु, जले वह्नित्वं नास्ति। तर्हि जले जले वह्नित्वा अभावः अस्ति, किन्तु इदानीं चतुर्थवाक्यं किं वदति? यदि जले वह्नित्वा अभावः नास्ति तर्हि जले उष्णत्वा अभावः अपि नास्ति। एतद्वाक्यं समीचीनमेव खलु? अस्तु, वह्नित्वा अभावः नास्ति इति यदि अत्र यदि इति यदि इति स्थापयतु, तर्हि अर्थबोधः जायते। यदि जले वह्नित्वा अभावः नास्ति तर्हि जले उष्णत्वाभावः अपि नास्ति इति वक्तुं शक्यते खलु? वक्तुं शक्यते, परन्तु तस्य अर्थः यदि समीचीनतया चिन्तयामः चेत् वह्नित्वाभावः नास्ति इति इत्यस्य अर्थः कः इत्युक्ते वह्निः अस्ति इति एव। अस्तु, अहम् एकं वाक्यं वदामि, अहम् एकं, यदि भवतः गृहे गजः नास्ति तर्हि भवतः गृहे गजपालकः अपि नास्ति। समीचीनमस्ति खलु अत्र वाक्यं? समीचीनं, हा, समीचीनमस्ति। इदानीम् अत्र वाक्यं पश्यतु, यदि भवतः गृहे गजः नास्ति तर्हि भवतः गृहे गजपालकः अपि नास्ति इति वदामश्चेत् तत्र गजः अस्ति इति न अर्थबोधः न जायते खलु? न, न जायते. एवम् अत्र वाक्यं स्वीकर्तव्यम्. यदि भवतः गृहे यदि गृहे गजः नास्ति, गृहे गजः नास्ति इति वदामश्चेत् तर्हि अत्र एतादृशमेव इदानीम् अत्र वदामि. इत्युक्ते इदानीं तदेव वाक्यं किञ्चित् भिन्नरीत्या अहं वदामि. प्रथमवाक्ये मया किम् उक्तं, यदि गृहे गजः नास्ति तर्हि गृहे गजपालकः अपि नास्ति. इदानीं तदेव वाक्यं किञ्चित् भिन्नरीत्या अहं वदामि, यदि गृहे गज अभावः नास्ति तर्हि गृहे गजपालक अभावः अपि नास्ति इति वाक्ये क्लेशः नास्ति. अस्तु, तत्र अभावद्वयं वदामश्चेत् अस्ति इति अर्थः न लभ्यते. अभावस्य अभावः अहं वदामि तावदेव. ओ अस्तु अस्तु. यदि भवितुम् अर्हति, तदेव तदेव अहं न्यायशैल्या बुद्धं, परन्तु न्यायशैल्या न चिन्तयामः चेत् केवलं व्यावहारिकरीत्या यदि चिन्तयामः चेत् गजाभावः नास्ति तस्य अर्थः किं? तर्हि एतदेव किमर्थम् एतद् वदति इति प्रश्नः उदेति व्यावहारिके. तदेव तदेव व्यवहारे अभावस्य अभावः यदा कदापि न वदामः, केवलम् अस्ति इति वदामः, नो चेत् अभावः वदामः, नास्ति इति वदामः. तदेव नास्ति इति नास्ति इति सामान्यतया वदामः, न वदामः, न वदामः. किन्तु तादृशसन्दर्भः व्यवहारे अपि भवितुम् अर्हति. अस्तु, इदानीम् अहं भिन्न उदाहरणं वदामि. अहं भवान् मम पुरतः अस्ति इति चिन्तयतु. तर्हि अहं भवन्तं मम दशरूप्यं ददातु इति अहं प्रार्थयामि इति चिन्तयतु. तर्हि भवान् किं वदति, मम समीपे इदानीं भवतः स्यूतं भवता विस्मृतम् इति चिन्तयतु. भवान् किं वदति, इदानीं मम समीपे दशरूप्यकाणि नास्ति इति भवान् वदति. तर्हि अहं पुनः पृच्छामि, तर्हि भवान् भिक्षकः वा इति अहं पृच्छामि, आर् यु अ बेगर्? भवान् किं वदति, मम कृते धनः नास्ति इति नास्ति, किन्तु इदानीं नास्ति इति वदति खलु? सत्यं. तादृशसन्दर्भे नास्ति इति नास्ति इति भवान् वदति खलु? खलु ईवन् व्यवहारे तदपि व्यवहारे अपि नास्ति इति नास्ति इति व्यवहारं करोति. आं करोति, आं सत्यं खलु? इदानीं नास्ति, भोः तादृशं मा चिन्तयतु, अहं भिक्षकः नास्ति, इदानीं मम समीपे नास्ति, किन्तु दशरूप्यकाणि नास्ति इति वदामि चेत् तत्र मम कृते धनमेव नास्ति इति मा स्वीकरोतु. धनमेव नास्ति इति नास्ति, गृहे अस्ति, वित्तकोषे अस्ति, किन्तु इदानीं नास्ति इति वक्तुं भवतः आशयः अस्ति. अस्तु, तर्हि व्यवहारे अपि नास्ति नास्ति इति वक्तुं वदामः, किन्तु अत्र इदानीं किम् अस्माभिः उक्तं? चतुर्थवाक्यं पुनः वदतु इदानीं. जले वन्नित्वा भावः नास्ति चेत् जले उष्णत्वा भावः अपि नास्ति. हा, इति भवति वाक्यं. तर्हि वाक्यं भवत्येव, अस्य अर्थः अपि जायते. अस्तु अस्तु अस्तु, तर्हि पञ्चमवाक्यं वदतु. पञ्चम भवति, जले वन्नित्वा भावाभावः अस्ति चेत् जले उष्णत्वा भावाभावः अस्ति. हा, यदि जले वह्नित्वा भावाभावः अस्ति तर्हि जले उष्णत्वा भावाभावः अपि अस्ति इति वक्तुं शक्यते खलु? शक्यते. अस्तु, अत्र पश्यतु किमर्थम् एतादृश जिम्नास्टिक्स् कृतम् इति चेत्, यस्मिन् पक्षे यस्मिन् सन्दर्भे हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते. वह्नित्वं केवलो वह्नौ एव अस्ति खलु. वह्नित्वं केवलं वह्नौ एव अस्ति इत्यतः अत्र उदाहरणत्वेन अन्यत् किमपि न वक्तुं शक्यते. खलु? सत्यं. हा, तर्हि यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते, तादृशसन्दर्भे अन्वयदृष्टान्तं न वक्तुं शक्यत्येव. तत्र व्यतिरेकदृष्टान्तः एव वक्तव्यम्. अस्तु, हा, व्यतिरेकदृष्टान्तम् उक्त्वा, अस्तु, इदानीं व्यतिरेकदृष्टान्तम् उक्त्वा कथं वा, इदानीम् अस्माकम् उदाहरणं किं, जलं, जले वह्नित्वं नास्ति, उष्णत्वमपि नास्ति, द्वयमपि नास्ति. जले वह्नित्वं नास्ति, उष्णत्वं नास्ति इति उक्त्वा किं साधयामः? वह्नौ उष्णत्वम् अस्ति इति साधयामः, तत् कथम् इति प्रश्नः सामान्यतया मनसि भवेत्. जले किमपि सामान्य व्यवहाररूपेण किञ्चित् वदामि. भवतः गृहे इदानीं गजः नास्ति इत्यतः मम गृहे व्याघ्रः अस्ति इति तादृश किमपि सम्बन्धः नास्ति खलु तयोः मध्ये? सत्यं. किन्तु तादृशं भाति अत्र. जले वह्नित्व अभावः नास्ति चेत्, वह्नित्व अभावाभावः अस्ति चेत् तत्र उष्णत्वाभावः अभावः अपि अस्ति इति उक्त्वा तेन किं वयं किं साधयामः? वह्नौ उष्णत्वमस्ति इति साधयामः. तर्हि कथं वा जलं स्वीकृत्य, जलस्य जलम् उदाहरणत्वेन स्वीकृत्य वह्नौ उष्णत्वं भवान् साधयति इति प्रश्नः सामान्यतया भवति खलु? तत्र एव एतादृशवाक्यं रचितम्. अत्र सोपानत्रयं किं, पञ्चसोपानानि किमर्थम् उक्तानि इति चेत्, वस्तुतः अत्र सोपान, अस्तु, तर्हि इतोपि किञ्चित् वदामि, तदनन्तरं निगमनं करोमि. अस्तु, अत्र पञ्चवाक्यानि लिखितानि खलु, तत्र द्वितीयवाक्यं तृतीयवाक्यम् अनयोः मध्ये किमपि भेदः नास्ति, केवलं तत्र नास्ति इत्यस्मिन् सन्दर्भे अभावः अस्ति इति वदामः. सत्यं. तर्हि द्वितीयवाक्यम् एवं चतुर्थवाक्यं पञ्चमवाक्यं द्वयमपि द्वयोः मध्ये भेदः नास्ति. तर्हि किं कर्तुं शक्यते इदानीं? द्वितीयवाक्यं चतुर्थवाक्यं निष्कासयितुं शक्यते केवलं तत्र प्रथमवाक्यं तृतीयवाक्यं पञ्चमवाक्यं स्वीकर्तुं शक्यते. सत्यम्. अस्तु, सामान्यतया इदानीं वाक्यद्वयमस्ति चेत् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति प्रथमवाक्यम् अन्वयवाक्यम्. यत्र यत्र वह्निः नास्ति, यत्र यत्र वह्नि अभावः, तत्र तत्र धूमाभावः इति अन्वयं व्यतिरेकं द्वयमपि वदामश्चेत् पर्याप्तं भवति, सम्पूर्णतया पर्याप्तं भवति, व्याप्तिः सम्पूर्णतया भवति. यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयवाक्यं, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति वाक्यद्वयं वदामश्चेत् इतोपि अन्यत् सन्दर्भं न भवति, तावत् वदामश्चेत् पर्याप्तं भवति. किन्तु यत्र यत्र हेतुः केवलौ पक्षे एव लभ्यते, वह्नित्वं केवलौ वह्नौ एव लभ्यते इति कृत्वा तत्र प्रथमवाक्यं न वक्तुं शक्यते खलु. इदानीं उदाहरणे प्रथमवाक्यं न वक्तुं शक्यते एव. जले वह्नित्वमस्ति चेत्, उष्णत्वमस्ति इति जले न वक्तुं शक्यते, प्रथमवाक्यं न वक्तुं शक्यते. खलु? आम् आम्, सत्यं. तत्र अन्वयवाक्यम् उदाहरणे अन्वयवाक्यं न वक्तुं शक्यते, प्रथमवाक्यं न वक्तुं शक्यते इति कृत्वा अत्र द्वितीयवाक्यं प्रथमतया उक्तं भवति. जले वह्नित् उष्णत्व अभावः अस्ति चेत् जले वह्नित्व अभावः अस्ति इति द्वितीयवाक्यमेव वक्तुं शक्यते. किन्तु एकमेव वाक्यं वदामश्चेत् न पर्याप्तं भवति इति कृत्वा अत्र तृतीयवाक्यमपि उक्तं. जले वह्नित्वाभावाभावः अस्ति चेत् जले उष्णत्वाभावाभावः अपि अस्ति इति भवति. हेतुः अस्ति चेत् साध्यमस्ति, साध्यं नास्ति चेत् हेतुः न भवति. तदेव अस्माकं लक्ष्यमस्ति. एतद् वाक्यद्वयमपि वक्तव्यं, यत्किमपि पक्षं वा उदाहरणं वा स्वीकृत्य. हेतुः अस्ति चेत् साध्यं भवेत्, साध्यं नास्ति चेत् हेतुः न भवेत् इति निरूपयामश्चेत् पर्याप्तं खलु? आम्. पर्वते धूमः अस्ति चेत् पर्वते वह्निः अस्ति, पर्वते वह्नि अभावः अस्ति चेत् पर्वते धूम अभावः अपि अस्ति. तर्हि वाक्यद्वयं वदामश्चेत् पर्याप्तम्. किमर्थम् इत्युक्ते अत्र अस्तु, पर्वते द्वयमपि अस्ति, साध्यमपि अस्ति, हेतुः अपि अस्ति इति कृत्वा एतद् वाक्यद्वयं वदामश्चेत् पर्याप्तम्. महानसे अपि एवमेव, महानसे धूमः अस्ति चेत् महानसे वह्निः भवत्येव, महानसे वह्निः नास्ति चेत् महानसे धूमः न भवत्येव, नास्ति एव इति वाक्यद्वयं वदामश्चेत् तत्र पर्याप्तं भवति. तृतीयं, वह्नौ वह्नित्वमस्ति चेत् वह्नौ उष्णत्वं भवत्येव इति प्रथमवाक्यं. वह्नौ उष्णत्व अभावः अस्ति चेत् वह्नौ वह्नित्व अभावः भवत्येव इति वाक्यं. तत्रापि वाक्यद्वयं वदामश्चेत् पर्याप्तं भवति. किन्तु जले, इदानीं जलं पक्षत्वेन स्वीकुर्मश्चेत् अत्र प्रथमवाक्यं, प्रथमवाक्यं किं? हेतुः अस्ति चेत् साध्यमस्ति इति वक्तव्यं. जले हेतुः अपि नास्ति, साध्यमपि नास्ति. जले वह्नित्वमपि नास्ति, उष्णत्वमपि नास्ति इत्यतः अत्र प्रथमवाक्यं न वक्तुं शक्यते इति कृत्वा द्वितीयवाक्यात् आरभामः. जले उष्णत्व अभावः अस्ति चेत् जले वह्नित्व अभावः अपि अस्ति, वह्नित्व अभावः अपि भवेत् इति प्रथमवाक्यम् उक्तम्. किन्तु तेन साध्यं न निरूपितम् इति कृत्वा इतोपि एकं वाक्यं वक्तं भवति. जले वह्नित्व अभावाभावः अस्ति चेत् जले उष्णत्वाभावाभावः भवेदेव. उष्णत्वाभावाभावः इत्युक्ते किम्? उष्णत्वं. तर्हि साध्यं साधितं भवति जलं स्वीकृत्य इति कृत्वा एतादृश जिम्नास्टिक्स् कृतं तावदेव. बुद्धं वा? आम् महोदय. बुद्धं महोदय, बट् नाट् वेरि साटिस्फैड् तर्कम्. किल नो, जलं जलं स्वीकृत्य लीव् जलं, यु टेक् एनी अदर् थिङ्ग् वह्नि विहाय सर्वत्र एतादृश उदाहरणम् अस्ति किल. अस्तु, भवतः पुत्रः अस्ति वा? भवत्याः पुत्री भवतु. अस्तु, अकम् भगिनी प्रतिध्वनिः आगच्छति, अतः कृपया अहं वदामि. अस्तु, इदानीं भवत्याः पुत्री केवलं भवत्याः गृहे एव लभ्यते खलु, अन्यत्र यत्र कुत्रापि भवत्याः पुत्री न लभ्यते इति स्थितिः. अस्तु, तर्हि इदानीम् अहं किं साधितुम् इच्छामि? इदानीं भवत्याः पुत्री हेतु इति स्वीकरोतु. भवती एव इदानीं अस्तु एकनिमिषं चिन्तयामि, भवत्याः पुत्री हेतुः, हेतुः केवलं पक्षे एव लभ्येत्, सा एव भवत्याः, सा भवत्याः पुत्री एव, अन्यस्य यस्य कस्यापि पुत्री नास्ति सा, तर्हि केवलं तत्र सम्बन्धः भवत्याः कृते एव भवति, किन्तु तत् स्वीकृत्य किं साधितुम् अहम् इच्छामि इति चेत् अस्तु, भवतः भर्ता अस्ति खलु, भवत्याः भर्ता, सः एव मम साध्यः इति चिन्तयतु, अत्र पश्यतु भवती एव पक्षः अस्ति, भवत्याः भर्ता योर् हस्बेण्ड् इस् द साध्यं, भवत्याः पुत्री इदानीं हेतुः भवति. अत्र वाक्यं किम् अहं वदामि, किञ्चित् आङ्ग्लभाषायां वदामि तर्हि इतोपि समीचीनतया बोधः जायते. Wherever your daughter is, that is where your husband also is. This is the vakyam, vyapti vakyam. Obviously, if your putri is not elsewhere, then your husband can also not be elsewhere. But I have to give an example. Yatra yatra anumanam kurumaha, tatra उदाहरणं वक्तव्यं भवति. तर्हि मम गृहे भवती अपि नास्ति, भवत्याः पुत्री अपि नास्ति, भवत्याः भर्ता अपि नास्ति मम गृहे. तर्हि अत्र उदाहरणत्वेन यन्नैवं तन्नैवं यथा शुकवनमहोदयस्य गृहम् इति अहं वदामि. तर्हि अत्र किं जातं, मम गृहे भवत्याः पुत्र्याः अभावः अस्ति, भवत्याः भर्तायाः अभावः अपि अस्ति, भर्तुः अपि अभावः अस्ति मम गृहे. किन्तु अत्र किं जातं, मम गृहे भवत्याः पुत्र्याः अभावः अस्ति, भर्तुः अपि अभावः अस्ति इति कृत्वा भवत्याः गृहे इदानीं भर्तुः अस्ति इति, भर्ता अस्ति इति कथं वा निरूपितं, निरूपितं भवति इति प्रश्नः उदेति चेत् अहम् इतोपि एकं वाक्यं वदामि, मम गृहे भवत्याः पुत्र्याः अभावाभावः अस्ति चेत्, इदानीं पुत्री एव हेतुः अस्ति खलु, भवत्याः पुत्र्याः अभावाभावः अस्ति चेत्, मम गृहे भवत्याः भर्तुः अभावाभावः भवत्येव इति इदानीं मया उक्तम्. पुत्र्याः अभावाभावः, दि आब्सेन्स् आफ् युर् दि आब्सेन्स् आफ् युर् डाटर् इस् देर् इन् मै हौस्, दि आब्सेन्स् आफ् युर् हस्बेण्ड् विल् आल्सो बि देर् इन् मै हौस्. इफ् ऐ से लैक् देट् इट् इस् ट्रू. It is true, and that is all that you can say in the case where the paksha, the hetu is available only in the paksha and nowhere else. Sadhyam saditam saditam bhavati. Yes, dhanyavad bhavati. Namagata, dhanyavad, mahan dhanyavad. Astu. Thank you, sir. Astu. Iti etavat paryantam praptam, tarhi idanim prakrita vishayam prati gachyema. Atra itopi kinchit vaktavyam bhavati. किन्तु प्रकृत अनुमानवाक्यं किं, श्रीराममहोदय अनुमानवाक्यं वदति वा, आश्रयनाशः जन्यगुणनाशः इति. श्रीराममहोदय नमस्कारम्. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् अस्तु इति अनुमानवाक्यम्. अत्र पक्षः कः, साध्यं किं, हेतुः कः, उदाहरणं किम् इति वदतु. उदाहरणं सुलभ अस्ति पाकजनरूपनाशकः अस्तु पक्षः अस्ति आश्रयनाश अजन्यगुणनाशः इति गुणनाशः समानाधिकरणगुणजन्यः कुत्र अस्ति महोदय प्लीस् पुटसङ्ख्या 104 भगिनि महोदय तत्र चत्वारि पदानि सन्ति तदेव पक्षसाध्यहेतुः दृष्टान्तः इति भवति हा इति क्रमेण भवति समीचीनं इति क्रमेण भवति अत्र अधिकचिन्तनं मास्तु प्रथमपदं पक्षः भवति द्वितीयपदं साध्यं भवति तृतीयपदं हेतुः भवति चतुर्थपदम् उदाहरणं भवति तर्हि इदानीं वदतु श्रीराममहोदय आश्रयनाश अजन्यगुणनाशः पक्षः अस्ति समानाधिकरणगुणजन्यः इति साध्यमस्ति आश्रयनाशगुण आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः पाकज रूपनाशत्वात् इति उदाहरणं नाशवत् वात् नाशवत् नाशवत् इति उदाहरणं सत्यम् अस्तु तर्हि इदानीम् अस्मिन् अस्मिन् अनुमानवाक्ये हेतुः पक्षं विना अन्यत्र लभ्यते वा केवलं पक्षे एव लभ्यते वा आश्रयनाश अजन्यगुणनाशत्वात् हेतुः इति अस्ति आश्रयनाश अन्यत्र लभ्यते महोदय अन्यत्र लभ्यते वा न लभ्यते वा आश्रयनाश अजन्यगुणनाशत्वात् अन्यत्र अस्ति खलु महोदय हेतु नास्ति चिन्तयित्वा वदतु यदा अन्यत्र लभ्यते वा पाकजरूपनाशवत् इति इदानीं संयोगनाशः महोदय तावत् मा चिन्तयतु तर्हि क्लेशः भवति सुलभतया चिन्तयितुं शक्यते तर्हि अत्र हेतुः कः एकवारं वदतु आश्रयनाश अजन्यगुणनाशत्वात् इति अस्ति इति पञ्चम्या निर्दिष्टं हेतुः आश्रयनाश अजन्यगुणनाशत्वं खलु नाशत्वम् इति अस्ति हेतु आश्रयनाश अजन्यगुण अनाशत्वम् आश्रयनाश अजन्यगुणनाशः इति पक्षं विना अन्यत्र यत्र कुत्रापि न लब्धुं शक्यते वा घटत्वं केवलं घटे एव लभ्यते खलु सत्यं वह्नित्वं केवलं वह्नौ एव लभ्यते खलु नाशत्वम् एवम् आश्रयनाश अजन्यगुणनाशत्वं केवलम् आश्रयनाश अजन्यगुणनाशे एव लभ्यते सत्यं महोदय खलु अवगतं विजय भगिनी अवगतं वा नो महोदय प्लीस् एकवारं पुनः एकवारम् अस्तु घटत्वं कुत्र लभ्यते विजय भगिनी वदतु इदानीं प्रश्न उत्तरत्वेन चिन्तयामः घटत्वं कुत्र लभ्यते घटे लभ्यते घटे एव लभ्यते घटे एव वह्नित्वं कुत्र लभ्यते वह्नि एव लभ्यते जाति इति कारणेन अस्तु अस्तु कारणं वा वदतु इदानीं केवलं वह्नौ एव लभ्यते खलु आम् आम् तदेव आश्रय नाशजन्यगुणनाशत्वम् आश्रयनाश अजन्य गुणनाशे एव वर्तते ओके ओके सत्यं खलु महोदय तर्हि तत् स्वीकृत्य आश्रयनाशाजन्यगुणनाशयोगहत्व इति प्रत्ययं योजयित्वा एव आश्रयनाश अजन्यगुणनाशत्वम् इति पदमेव लभ्यते इति कृत्वा अत्र हेतुः आश्रयनाशाजन्यगुणनाशत्वं तत् कुत्र लभ्यते इति चेत् केवलं पक्षे आश्रयनाश अजन्यगुणनाशे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते. तर्हि अत्र यत्र केवलं यत्र हेतुः केवलं पक्षे एव लभ्यते तत्र कीदृशव्याप्तिः वक्तव्यः भवति, अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा? श्रीरामहोदय, श्रीरामहोदय. सत्यं, व्यतिरेकव्याप्तिः एव वक्तव्यः भवति. अपि च व्यतिरेकव्याप्तिस्थले कीदृशदृष्टान्तः भवति सामान्यतया? व्यतिरेकदृष्टान्तः सामान्यतया व्यतिरेकदृष्टान्तः एव भवति. उदाहरणार्थं वह्निः उष्णः, वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति. वह्नित्वं केवलौ वह्नौ एव लभ्यते इति कृत्वा अत्र व्यतिरेकव्याप्तिः अस्ति. व्यतिरेकव्याप्तिस्थले सामान्यतया व्यतिरेकदृष्टान्तः यन्नैवं तन्नैवं यथा जलमिति एव वदामः. सत्यं. किन्तु अत्र इदानीं पुस्तके यद् वाक्यं लिखितमस्ति अत्र प्रथमपदत्रयं पश्यामश्चेत् आश्रयनाशाजन्यगुणनाशः इति पक्षः, आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः. हेतुः केवलं पक्षे एव लभ्यते इति कृत्वा अत्र केवलं व्यतिरेकव्याप्तिः एव भवति. किन्तु उदाहरणत्वेन अत्र किं दत्तं? व्यतिरेक उदाहरणम् अत्र न दृष्टं, व्यतिरेकदृष्टान्तः अत्र न दत्तम्, अन्वयदृष्टान्तः दत्तम्. अन्वयदृष्टान्तः अस्ति. पाकजरूपनाशवत् इति अन्वयदृष्टान्तः दत्तम्. किमर्थम् अन्वयदृष्टान्तः दत्तम् इति चेत् अनुमानवाक्यशैली तादृशम् अस्ति. यथा पाकजरूपनाशवत् इत्यत्र पाकेन रूपस्य नाशः जायते द्रव्यनाशं विना, केवलं रूपस्य नाशः भवति. तथा विभागेन संयोगनाशः अपि एव भवति द्रव्यनाशं विना. अस्तु. इति अनुमाने प्रमाणेन विभागः अतिरिक्तगुणः इति साधितम्. अत्र चिन्तनं किम् आसीत्? संयोगनाशः एव विभागः इति स्वीकुर्मः इति केनापि उक्तं, पूर्वपक्षिणा उक्तं. तस्य निराकरणार्थम् एतादृश अनुमानवाक्यम् उक्तम्, आश्रयनाशाजन्यगुणनाशः समान अधिकरणगुणजन्यः आश्रयनाशनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. बुद्धं खलु? अवगतम्. अस्तु. अत्र किमर्थं यदा व्यतिरेकदृष्टान्तः तत्र उल्लेखः न कृतः, सुलभः अस्मिन् सन्दर्भे सामान्यतया यत्र व्यतिरेकव्याप्तिः वदामः तत्र व्यतिरेकदृष्टान्तः एव भवितुम् अर्हति. किन्तु अस्मिन् सन्दर्भे तादृशसन्दर्भः अस्ति यत्र अन्वयदृष्टान्तः वक्तुं शक्यते. यत्र अन्वयदृष्टान्तः वक्तुं शक्यते तत्र अन्वयदृष्टान्तः एव वक्तव्यः. तदेव विजी भगिन्या उक्तं. शी सेड् नो लाजिक् डस् नाट् सीम् टु बि आल् दट् गुड्. द रीसन् वै शी सेड् दट् इस् बिकास् इफ् यु से एन् अन्वय दृष्टान्त द लाजिक् सीम्स् टु बि वेरि टैट्, इट्स् मच् ईजियर्. सो यत्र अन्वयदृष्टान्तः वक्तुं शक्यते तत्र अन्वयदृष्टान्तः एव वक्तव्यः. यत्र अनिवार्यं भवति वेर् इट् बिकम्स् इनेविटेबल् तत्र व्यतिरेकदृष्टान्तः वक्तव्यः. अत्र अन्वयदृष्टा समानाधिकरणगुणजन्यः तद्विषये पश्यामः इदानीम्. अस्तु, तर्हि श्रीराम महोदय, भवान् एव पठतु पुस्तकात् 104 प्रथमपङ्क्ति. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजः संयोगः तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभाग कल्पनं समर्पितं भवति. आश्रयनाशजन्य महोदय एकनिमिषं तावद् मास्तु. अत्र किं करोतु, इदानीम् उदाहरणं स्वीकृत्य, उदाहरणं किमस्ति, पाकजरूपनाशवत् इति तत्र उदाहरणं स्वीकृत्य आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति पदद्वयं प्रतिपादयतु. अस्तु, अत्र पाकजरूपनाशवत् इत्युक्ते तत्र पाकजेन रूपस्य नाशः यथा तथा इति अर्थः. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः. अधिकरणं घट इति स्वीकुर्मः तत्र आश्रयः इति पदं प्रयोजनं करोतु. किमर्थम् आश्रयः इति अस्ति, अधिकरणम् इति आश्रयः, तर्हि आश्रयः घटः. आश्रयः घटः इति स्वीकुर्मः तत्र समवायसम्बन्धेन तत्र रूपम् इति गुणः भवति, रूपम् इति गुणः भवति. इदानीं वह्नौ अहं घटं स्थापयामि, तत्र वह्निना सह तत्र संयोगः जायते, संयोगः इति गुणः घटे विद्यते, तदपि समवायसम्बन्धेन एव घटे अथवा आश्रये लभ्यते. इदानीं समानाधिकरणगुणजन्यः, समानाधिकरणेन जन्यः गुणः, समानाधिकरणेन जन्यः गुणः एव खलु महोदय, अर्थः समानाधिकरणेन जन्यः गुणः आश्रयनाश अजन्यगुणनाशः. इदानीं समानाधिकरणम् इत्युक्ते घटः, घटे जन्यः गुणः अस्ति संयोगः, तेन समानाधिकरणे विद्यमानः रूपम् अस्ति तस्य नाशः जातः इति अर्थः. अस्तु, समीचीनं, भवता बुद्धं, किन्तु वक्तुं किञ्चित् रूपम् अपि च संयोगः समानाधिकरणं घटः घटः द्वयोः मध्ये समानाधिकरण्यं वर्तते, समानाधिकरण्यम् अस्ति. धन्यवादः. अस्तु, अहम् एकवारं प्रतिपादयामि, आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः. अस्तु, अत्र प्रथमवाक्ये अन्ते किमस्ति, गुणनाशः. कस्य नाशः? रूपस्य नाशः, रूपम् इति गुणम्, तस्य नाशः एव अस्माकं विषयः अस्ति, रूपनाशः. तदेव रूपस्य नाशः एव जन्यः, तस्य उत्पादनं भवति खलु, रूपस्य नाशस्य उत्पादनं भवति इति कृत्वा जन्यः भवति तादृशगुणनाशः. कीदृशम् इति चेत् आश्रयनाशं विना गुणस्य नाशं भवति. पूर्वम् अस्माभिः किं दृष्टं, गुणस्य नाशं केन कारणेन भवति इति, तत्र समवायिकारणनाशेन आश्रयनाशेनापि गुणनाशः भवति. किन्तु अत्र किमस्ति, आश्रयस्य नाशः न जातः, किन्तु तस्मिन् विद्यमानरूपम् इति गुणस्य नाशः जातः. अस्तु, तदेव आश्रयनाश अजन्यगुणनाशः. समानाधिकरणगुणजन्यः, इदानीं समान अधिकरणं किं, घटः. घटे विद्यमान अन्यः गुणः कः, तेजसंयोगः. तेजसंयोगेन एषः रूपनाशः जन्यः भवति. इति कृत्वा समानाधिकरणगुणजन्यः भवति किं गुणनाशः भवति तदेव जन्यः अत्र रूपनाशः घटे रूपं कुत्र अस्ति घटे अस्ति घटे विद्यमानरूपस्य नाशः केन जातः इति चेत् घटे विद्यमानतेजसंयोगेन जातः यथा तथा घटे विद्यमान इदानीं घटे भूतले घटः अस्ति इति चिन्तयतु तर्हि घटे अपि संयोगः अस्ति भूतले अपि संयोगः अस्ति तर्हि घटे विद्यमानभूतलसंयोगस्य नाशः घटनाशं विना घटे घटे जायमानविभागेन संयोगनाशः भवति इति कृत्वा पाकजरूपनाशवति इति उदाहरणत्वेन स्वीकृतं विजि भगिनी बुद्धं वा आं महोदय बुद्धं पुनः एकवारं लिखामि अस्तु हा भवती लिखति चेत् समीचीन अवबोधनं जायते एव अस्तु अत्र इदानीम् उदाहरणमस्ति पाकजरूपनाशवत् घटे विद्यमान एकनिमिषं मुरळी महोदय एकनिमिषम् अहम् एकं वाक्यं वदामि तदनन्तरं भवतः प्रश्नः पृच्छतु घटे विद्यमानस्य रूपस्य नाशः घटे विद्यमानतेजसंयोगेन यथा जायते तथा घटे विद्यमानभूतलसंयोगस्य नाशः घटे विद्यमानविभागेन जायते इति अर्थः अस्तु इदानीं मुरळी महोदय भवतः प्रश्नं पृच्छतु सेकेण्ड् क्वश्चन् मध्ये घटः भूतले अस्ति इति चेत् तत्र घटस्य नाशनं घटनाशनं नास्ति सत्यं यु सेड् सेकेण्ड् वन् यु नो विभागः विभागः इति गुणः सो दट् इट् डसन्ट् गेट् नाशम् नाशम् इस् नाट् देर् फार् द गुणं विभागं विभागः जायते किल नाशं नास्ति प्रथमक्षणे क्रिया जायते महोदय तत् उदाहरणं घटं घटभूतले तत् उदाहरणं पुनर्वारं वदतु महोदय अस्तु घटः भूतले अस्ति घटः भूतले अस्ति अहम् अहं लिखामि केवलं मन्दै मन्दै वदति कृपया घटे विद्यमानस्य रूपस्य नाशः घटे विद्यमानः तेजसंयोगेन जायते खलु सत्यं यथा घटे विद्यमानरूपस्य नाशः घटे विद्यमानतेजसंयोगेन जायते घटस्य नाशं विना तदपि योजनीयं यथा घटे विद्यमानस्य रूपस्य नाशः घटनाशं विना घटे विद्यमानतेजसंयोगेन जायते तथा घटे विद्यमानभूतलसंयोगस्य नाशः घटनाशं विना घटे विद्यमान विभागेन जायते अत्र क्रमः एवं भवति मुरळीमहोदय कृपया म्यूट् मध्ये भवतु अस्तु अत्र क्रमः एवं भवति प्रथमक्षणे घटे क्रिया जायते द्वितीयक्षणे घटे विभागः इति गुणः जायते तृतीयक्षणे घटे विभागेन घटे विद्यमान पूर्वद्वयसंयोगनाशः भवति चतुर्थक्षणे नूतनदेशेन सह घटस्य संयोगः जायते केन क्रियया पञ्चमक्षणे क्रियायाः नष्टः भवति. तर्हि संयोगस्य नाशः घटे विद्यमानपूर्वदेशसंयोगस्य नाशः कथं जायते इति चेत् घटे विद्यमानविभागेन एव जायते. घटे विभागः कदा जातः? यदा प्रथमक्षणे घटे क्रिया जायते तस्मात् अग्रिमक्षणे घटे विभागः इति गुणः जायते. तृतीयक्षणे यदा द्वितीयक्षणे इदानीं यदा विभागः जायते तस्मिन्नेव घटे इदानीं विभागः अपि अस्ति, पूर्वदेशसंयोगः अपि अस्ति इति कृत्वा तृतीयक्षणे विभागेन पूर्वदेशसंयोगनाशः भवति घटनाशं विना. चतुर्थक्षणे इदानीमपि क्रिया जायमानमस्ति इति कृत्वा, जायमाना अस्ति इति कृत्वा चतुर्थक्षणे क्रियया घटस्य नूतनदेशेन सह संयोगः जायते. यदा नूतनदेशेन सह संयोगः जायते इदानीं क्रियायाः कार्यं समाप्तम् इति कृत्वा पञ्चमक्षणे क्रिया नष्टः भवति इति नैयायिकाः स्वीकुर्वन्ति. अस्तु, मुरलीमहोदय बुद्धं वा? आं महोदय, धन्यवादः. समीचीनं. शिवराममहोदय बुद्धं वा? शृण्वन् अस्मि अहं किञ्चित् पूर्णतया न, किञ्चित् शृण्वन् अस्मि. अस्तु, किन्तु लिखतु, लिखति चेत् स्पष्टं. ह्यस्तान्तः लिखन् अस्मि किञ्चित् आरम्भतः एव. अस्तु अस्तु, समीचीनं. स्वामी महोदय. महोदय, बुद्धं किन्तु दृढं नास्ति. लिखति चेत् दृढं भवति, दृढीभवति महोदय. लिखतु, लिखति चेत् दृढीभवति. तर्हि सर्वे अद्य गृहपाठरूपेण वर्गस्य अनन्तरम् एतादृशं लिखन्तु: आश्रयनाशजन्यगुणनाशः, समानाधिकरणगुणजन्यः, आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यं स्वीकृत्य पाकजे विद्यमानपाकजेन घटे विद्यमानरूपस्य नाशः यथा जायते घटनाशं विना, तथा घटे विद्यमानविभागेन घटे विद्यमानपूर्वदेशस्य संयोगः अपि, संयोगस्य नाशः अपि भवति इति अनुमानेन इदानीं विभागः इति भिन्नगुणः अस्ति, केवलं संयोगस्य अभावः नास्ति, तत् भावरूपगुणः अस्ति इति इदानीं साधितम्. अस्तु महोदय. वदतु महोदय. आश्रयनाशजन्यगुणनाशः समानाधिकरणम् इति चत्वारः पदानि सन्ति, तत्र एतदेव भवान् यद् उक्तम् उक्तवान् घटे विद्यमानस्य रूपस्य नाशः घटस्य नाशं विना घटे विद्यमानः तेजसंयोगेन जायते, तथा घटे विद्यमानभूतलसंयोगस्य नाशः घटनाशं विना घटे विद्यमानविभागेन जायते. एतत् उदाहरणं स्वीकृत्य अत्र कथं वक्तुं शक्नोमि? पक्षः इति किम्? आश्रयनाशजन्यगुणनाशः इति पक्षः. तर्हि सत्यम् एतत् उदाहरणे किं संलग्नः भवति एतत् पक्षः? भवान् किं पृच्छति? अनेन अनुमानेन विभागः इति भावरूपगुणः इति कथं साधितम् इति खलु? अस्तु, अत्र अत्र अनुमानवाक्यं पश्यतु. समानाधिकरणगुणजन्यः इति साध्यं खलु? तत् किं? तत् समानाधिकरणगुणजन्यः अत्र किं? विभागः अस्ति खलु? तदेव मम प्रश्नः. विभागः इति साध्यम् अस्ति. विभागः समानाधिकरणगुण इति विभागः, तेन गुणेन जन्यः किं? संयोगनाशः. अत्र साक्षात् यथा, अस्तु अत्र पश्यतु, पर्वतो वह्निमान् धूमात् यथा महानसम् इति उदाहरणवाक्ये वह्नि मान् इति पदं दृश्यते खलु. वह्नि मान् इत्युक्ते साध्यं नास्ति, वह्नि मान् साध्यं नास्ति, वह्निः एव साध्यम्. सत्यं यथा वह्नि मान् इति पदमस्ति तथापि वह्नि एव साध्यं, तथा समानाधिकरणगुणजन्य गुणः एव साध्यमत्र. सत्यं सत्यं. समानाधिकरणगुणः कः? विभागः. अस्तु, अनन्तरं पक्षः कः? आश्रयनाशजन्यगुणनाशः इति संयोग संयोगनाशः खलु. संयोगनाशः एव पक्षः, आश्रयनाशजन्यगुणनाशः. अस्तु, अनन्तरं हेतुः आश्रयनाशजन्यगुणनाशत्वात् संयोगत्वम् आर् संयोगनाशत्वम्. संयोगनाशत्वं केवलं संयोगनाशे एव लभ्यते खलु. आं सत्यं, तदेव. नो चेत् संयोगत्वं केवलं संयोगे एव लभ्यते. तर्हि संयोगः नो चेत् संयोगनाशः इति पक्षः, संयोगत्वं नो चेत् संयोगनाशत्वम् इति हेतुः. हेतुः केवलं पक्षौ एव लभ्यते, तेन साध्यं निरूपितं भवति. साध्यं किं? समानाधिकरणगुणः. स च गुणः कः अस्मिन् सन्दर्भे? विभागः. यथा पाकदरूपनाशवत्, यथा तेजसंयोगः घटनाशम् अकृत्वा रूपनाशं करोति, तथा विभागः घटनाशम् अकृत्वा संयोगनाशः करोति. करोति, सत्यम्. अधुना अवगच्छामि. बहु समीचीनम्, उत्तमम्. तर्हि अत्र पञ्चक्षणप्रक्रिया समीचीनं. धन्यवादः महोदय, समीचीनम्. आमां, बहु समीचीनम्. अहमपि ममापि इदानीं बहु समीचीनबोधः जातः, महान् सन्तोषः अनुभवन् अस्मि अहं. समीचीनबोधः. अत्र किं कृतं? प्रसङ्गवशात् अनुमानप्रमाणं कथं भवति इति कृतं. तर्हि अग्रे यदा अनुमानप्रमाणस्य विषये चिन्तनं भवति तत्र झटिति अस्माभिः अवगन्तुं शक्यते, नो चेत् महान् क्लेशः अनुभवामः तत्र. पक्षः, परामर्शः इति एतादृशं, किन्तु तत्सर्वम् इदानीमेव ज्ञातम् इत्यतः तत्र यदा वयं पठेम तत्र झटिति अवबोधः जायते. अस्तु, तर्हि अग्रे गच्छेम. समर्थितं भवति इति यावत् प्राप्तम्. अस्तु, स्वामिमहोदय पठति वा? आश्रयनाशजन्य जन्यः तत्र सते सयुते संयोगनाशः इति. स्वामिमहोदय. आं महोदय, आश्रयनाशजन्यः तत्र संयोगनाशः इति. तदर्थं समानाधिकरणगुणानन्तरम् आवश्यकं, सगुण एव विभागे इति. विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः अस्यापि चि विभागस्य विभागः. तस्मात् पूर्वम् इदानीं यत् वाक्यं भवत्या भवता पठितम्, आश्रयनाशजन्यः तत्र संयोगनाशः इति, तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्. अत्र तत्र इत्युक्ते कुत्र? आश्रयं महोदय. न, आश्रयनाशजन्यः इत्युक्ते अत्र अनुमानवाक्यमस्ति खलु महोदय, आश्रयनाशजन्यगुणनाशः इति अनुमान. तत्र इत्युक्ते अनुमानवाक्ये आश्रयनाशजन्यः इत्युक्ते किं? संयोगनाशः इति अर्थः. तर्हि संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकं भवति. यदि एतद् अनुमानवाक्यं स्वीकुर्मः, समीचीनम् इति एतद् अनुमानवाक्यं स्वीकुर्मः, इदानीं संयोगस्य नाशः वदामश्चेत् तत्र विभागः इति गुणान्तरस्य आवश्यकता अस्ति. यदि विभागः इति गुणान्तरम् इत्युक्ते भिन्न अन्यतमगुणः न अङ्गीकुर्मः तर्हि संयोगनाशः एव न वक्तुं शक्यते इति भवति खलु महोदय। इति कृत्वा इदानीं विभागः इति अन्यतमः गुणः निरूपितम्, अन्यतमः इत्युक्ते भिन्नगुणः निरूपितमस्ति। अनेन अनुमानवाक्येन विभागः इति गुणः घटे जायते यदा द्वितीयक्षणे क्रियया विभागः इति गुणः जायते तदा तस्मात् तृतीयक्षणे संयोगनाशः, पूर्वदेशसंयोगनाशः अपि जायते इति अत्र उक्तं। सः गुणः एव विभागः इति। विशेषकोटिक्रमः इत्युक्ते इतोपि किञ्चित् अत्र वैशिष्ट्यमस्ति। इदानीं प्रलयकाले किं भवति इति तादृशचिन्तनमस्ति, तद् परिशिष्टात् अवगन्तव्यः इति। परिशिष्टं यदा पठेम तदा पश्येम, इदानीं मास्तु। अस्तु, तर्हि अग्रे पठतु महोदय। अस्यापि हि विभागस्य विभागजविभागः इति कश्चित् अस्ति विवादास्पदः प्रकारः, सः मुक्तावल्यादौ अवगन्तव्यः। अन्यविभागे चिन्तनम् अन्यमस्ति, विभागजविभागः अपि इति केचन वदन्ति। तद् तस्मिन् चिन्तनं तु सिद्धान्त न्यायमुक्तावल्यौ अस्ति। अस्तु, तर्हि विभागजविभागः इति तादृशसन्दर्भः कुत्र भवितुम् अर्हति? संयोगजसंयोगः इति कुत्र भवति? हस्ते पुस्तकं अत्र क्रिया जायते संयोगजः, संयोगजः इति हस्ते अन्यशरीरे संयो कर्म संयोगज नास्ति इति वा महोदय? कर्मजसंयोगः हस्तपुस्तकयोः जायते, शरीरमध्ये जायते इति संयोजकसंयोगः। बहु समीचीनं मुरलीमहोदय, उत्तमम्। अवयवसंयोगेन अवयवी अवयविनः संयोगः यदा जायते तर्हि अवयविनः संयोगः संयोगजसंयोगः भवति खलु? स्वामी महोदय। आं महोदय, सत्यम्। एवम् अवयवसंयोगेन एव इदानीं काय हस्तपुस्तकयोः यदा संयोगः जायते तदा कायपुस्तकयोः अपि संयोगः जायते, स च संयोगः अस्ति संयोगजसंयोगः। एवं हस्तपुस्तकयोः मध्ये यदा विभागः जायते तदा कायपुस्तकयोः मध्ये अपि यदा विभागः जायते तदा वयं वदामः कायपुस्तकयोः मध्ये यः विभागः जायते स च विभागः विभागजविभागः इति। ओ महोदय, हा, तर्हि तादृशचिन्तनम् इदानीं मुक्तावल्याम् अस्ति। यदि भवतः आशयः अस्ति तर्हि तत्र पठतु इति ग्रन्थकारेण उक्तं, किन्तु इदानीमेव अस्माभिः उक्तं खलु। आं महोदय, अत्र किमपि वैशिष्ट्यं नास्ति इत्युक्ते यदा हस्तपुस्तकयोः मध्ये विभागः जायते स च विभागः कर्मजविभागः भवति, तदा कायपुस्तकयोः मध्ये अपि विभागः जायते स च विभागः विभागजविभागः भवति, तावदेव महोदय। अस्तु, तर्हि एतावत्पर्यन्तं प्रश्नाः सन्ति वा महोदय? हा, तत्र विभागः विभागजविभागः इति यथा कायपुस्तकयोर्मध्ये यत् उत्पद्यते तदेव वा कर्मजविभागः इत्युक्ते हस्तपुस्तकयोर्मध्ये यत् जायते? धन्यवादः। सत्यं सत्यं, यदा हस्ते इदानीं भवतः भवतः हस्ते पुस्तकमस्ति इति चिन्तयतु, भवान् त्यजति पुस्तकं, भूतलं पतति, भूतले पतति पुस्तकमिति चिन्तयतु, तर्हि इदानीं पुस्तके क्रिया जाता इति कृत्वा तत्र कर्मज विभागः भवति हस्तपुस्तकयोः मध्ये. यदि हस्तपुस्तकयोः मध्ये कर्मजविभागः भवति तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये अपि विभागजविभागः भवति. तावदेव. अस्तु, तर्हि यद्यपि विंशतिनिमेषाः अद्य सन्ति किन्तु किञ्चित् कार्यमस्ति मम, अपि च नूतनपाठः अग्रे आरम्भणीयं. परापर व्यवहार साधारण असाधारणकारणं परापरत्वे इति अस्ति. तर्हि परश्वः आरभामहे आरप्स्यामहे. तावत् तस्मात् पूर्वं भवन्तः किं कुर्वन्तु, पुनः एकवारं सर्वे लिखित्वा चिन्तयन्तु अनुमानवाक्यस्य आकारः कथं भवति इति. पर्वतो वह्निमान् धूमात् यथा महानसम्. अत्र पर्वतः इति पक्षः, धूमः इति हेतुः, वह्निः इति साध्यं, वह्निमान् इति साध्यं नास्ति, वह्निः इति साध्यं, महानसम् इति उदाहरणम् इति तादृशं लिखित्वा अत्र स्वार्थानुमानं परार्थानुमानं, स्वार्थानुमाने चत्वारि ज्ञानानि कानि, तेषां नाम कः, आकारं कथं भवति वाक्यस्य ज्ञानस्य आकारम् इति, अपि च परार्थानुमाने पञ्चवाक्यानि कानि भवन्ति, अपि च अन्वयव्याप्तिः व्यतिरेकव्याप्तिः, अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः, सामान्यपक्षः किम्. यद्यपि पर्वतः इति पक्षः इति वदामः तथापि सामान्यपक्षस्य एकदेशः एव अस्ति. सामान्यपक्षः किं, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति सामान्यपक्षमस्ति. अन्वयपक्षं यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति सामान्यव्यतिरेकपक्षं भवति. तादृशपक्षस्य एक उदाहरणमस्ति, एकदेशः अस्ति पर्वतः, अन्यः अस्ति महानसम् इति तादृशचिन्तनं कुर्वन्तु. अपि च अत्र अनुमानवाक्यं लिखतु, आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति लिखित्वा पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशः कः, समानाधिकरणगुणजन्यः कः इति तादृशं लिखन्तु. लिखन्ति चेदेव स्पष्टता जायते. यदि अहं वदामि तत्र अवगच्छन्ति, किन्तु बहु किमपि अस्माभिः अत्र उक्तम् इति कृत्वा अत्र अतः कथं वा मया वक्तुं शक्यते इति चेत् एकवारं मया लिखितं सम्पूर्णतया. यदा अहं लिखितवान् तत्र ममापि सन्देहः जायमानः आसीत्, किन्तु दृष्ट्वा पुनः पुनः लिखितवान्, तदनन्तरं किं जातम् इदानीं स्पष्टता जातम्, अदृष्ट्वा एव मया वक्तुं शक्यते. तादृशसमर्था लभ्यत्येव. तर्हि सर्वे एतादृश अभ्यासः गृहपाठत्वेन कृपया कुर्वन्तु. परश्वः नूतनपाठं तत्र परापरव्यवहारः इति, ततः आरभ्य पठेम. अत्र स्थगयामः. प्रश्नः अस्ति, चेष्टः अस्ति चेत् पृच्छन्तु, नो चेत् धन्यवादः महोदय. Thank you so much.